नमस्ते, समासचिन्तनमध्ये सर्वेषां स्वागतं। तत्पुरुषसमाससूत्राणि गीताञ्जलि भगिनी पठति वा? आं महोदय, पठामि। तत्पुरुषाधिकारः। तत्पुरुषः द्विगुश्च द्वितीयाश्रितातीतपतितगतात्यस्तप्राप्तापन्नैः स्वयं तेन खट्वाक्षेपे सामी कालाः अत्यन्तसंयोगे च तृतीया तत्कृतार्थेन गुणवचनेन पूर्णसदृशसमो नार्थकलहनिपुणमिश्रश्लक्ष्णैः कर्तृकरणे कृता बहुलं कृत्यैरधिकारर्थवचने अन्नेन व्यञ्जनं भक्षेण मिश्रीकरणं चतुर्थी तदर्थार्थबलिहितसुखरक्षितैः पञ्चमी भयेन अपेतापोढमुक्तपतितापत्रस्तैरल्पशः स्तोकान्तिकदूरार्थकृच्छ्राणितेन सप्तमीषाण्डैः सिद्धशुष्कपक्वबन्धैश्च ध्वाङ्क्षेण क्षेपे कृत्यैरणे संज्ञायां तेनाहोरात्रावयवयवयवाः तत्र तेनाहोरात्र अवयवाः तत्र क्षेपे पात्रे समितादयश्च पूर्वकालैकसर्वजरत्पुराणनवकेवलाः समानाधिकरणेन दिक्संख्ये संज्ञायां तद्धितार्थोत्तरपदसमाहारे च संख्यापूर्वो द्विगुः कुत्सितानि कुत्सनैः पापाणके कुत्सितैः उपमानानि समानान्यवचनैः उपमितं व्याघ्रादिभिः समानान्याप्रयोगे सामान्याप्रयोगे विशेषणविशेष्येण बहुलं पूर्वापरप्रथमचरमजघन्यसमानमध्यमध्यमवीराश्च श्रेण्यादयकृतादिभिः तेन नैविशिष्टेनानै सन्महत्परमोत्तमोत्कृष्टाः पूज्यमानैः वृन्दारकनागकुञ्जरैः पूज्यमानं कतरकतमौजातिपरिप्रश्ने किं क्षेपे पोटा युवतिस्तोककतिपयदृष्टिधेनुवशावेहद्गश्यकयणीप्रवृत् श्रोत्रियाध्यपकधूर्तैर्जातिः प्रशंसावचनैश्च युवाखलितपलितवलिनजरतीभिः कृत्यतुल्याख्या अजात्या वर्णो वर्णेन कुमारः श्रमणादिभिः चतुष्पादो गर्भिण्या मयूरव्यंसकादयश्च द्वितीयः पादः पूर्वापराधरोत्तरमेकदेशिनैकाधिकरणे अर्धनपुंसकं द्वितीयतृतीयचतुर्थतुर्याण्यन्यतरस्यां प्राप्तापन्ने च द्वितीयया कालाः परिमाणिना नै ईषद्धकृता षष्ठी याजकादिभिश्च न निर्धारणे पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन तेन च पूजायाम् अधिकरणवाचिना च कर्मणि च रजकाभ्यां कर्तरी च नित्यं क्रीडाजीविकयोः कुगतिप्रादयः उपपदमतिं अमैवाव्ययेन तृतीया प्रभृतीन्यन्यतरस्यां त्वाच तावद् भगिनि धन्यवादः उषा भगिनी समासान्तसूत्राणि आं महोदय तत्पुरुषस्याङ्गुलेः सङ्ख्या व्ययादेः अहस्सर्वैकदेशसङ्ख्यातपुण्याच्चरात्रेः अह्नोन्ह एतेभ्यः न सङ्ख्यादे समाहारे उत्तमैकाभ्यां च राजाः सखि व्यष्टच् गोः अतद्दितलुकि अग्राख्यायाम् उरसः अनोष्मायः सरसां जातिसंज्ञयोः ग्रामकौटाभ्यां च तक्ष्णः अतेः शुणः उपमानाद् अप्राणिषु उत्तरमृगपूर्वा च सक्नः नावोद्विगोः अर्धा च कार्याः प्राचां द्वितृभ्याम् अञ्जलेः अनसन्तान्नपुंसकाच्छन्दसि ब्रह्मणो जानपदाख्यायां कुमहद्भ्याम् अन्यतरस्यां धन्यवादः धन्यवादः भगिनि अत्र अस्मिन् दिने अहस्सर्वैकदेशपुण्यतरात्रे अन्नोन्न एतेभ्यः एवं राजा सखिभ्यश्च एतान् सूत्राणाम् उल्लेखमस्ति करपत्रे तत्र करपत्रे किम् उक्तम् इति गतवर्गे पूर्वापरात्तरोदरम् एकदेशी नैकाधिकरणे इति सूत्रेण एकदेशी समासः इति प्रथमा षष्ठीतत्पुरुषस्य अपवादः इति उक्तम् तत्र एकदेशी इत्युक्ते सम्पूर्ण एक वस्तु तस्य अथवा एक द्रव्यं जो यं किमपि तस्य एकदेशी अधिकरणं भवति तत्र एकदेशी अधिकरणम् इत्युक्ते एकस्मिन् स्तरे तत्र पूर्व पर अदर उत्तर इति चत्वारि पदानि समासं कर्तुं शक्यते अवयवरूपेण इति तत्र अवयवी अवयवभावस्य उल्लेखः अस्ति इति कृत्वा एते चत्वारि पदानि पूर्व अपर अधर तरम् एकदेशी. किन्तु सप्तमी तत्पुरुषसमासे यत्र पूर्वं दिक्तमस्ति सूत्रमस्ति तेनाहोरात्र अवयवाः इति दत्तमस्ति. अवयवाः इति अवयवरूपेण अह्नरात्रि तान्तं पदम् उत्तरपदं भूत्वा सप्तमी तत्पुरुषसमासः भवति इति विषयस्य अन्तर्गतमस्ति यच्चर्चितम्. तत्र अवयवरूपस्य केवलं चत्वारि पदानि एव पूर्वपर अवतर उत्तर एकदेशी एकाधिकरणे इति सूत्रे दत्तमस्ति. किन्तु केन सूत्रेण सायान्नः मध्याह्नः एतानि पदानि लोके वर्तते, तेषाम् उत्पन्नं कथं भवति, केन सूत्रेण भवति इति चर्चितं गतवर्गे. तत् कारणं तत् एकं नूतनं सूत्रं दत्तमस्ति, संख्या द्विसाय पूर्वस्यान्ने स्या अन्नस्य अन्न अन्यतरस्यां ङौ इति सूत्रम्. इति सूत्रं किं वदति? संख्यावाजिशब्दं शब्दात् परस्य अथवा द्विशब्दात् परस्य तथा साय शब्दात् परस्य अन्नशब्दस्य ङी प्रत्यये परे, इत्युक्ते ङी प्रत्ययः इति सप्तमी एकवचनम्. अन्नशब्दस्य सप्तमी एकवचनं ङी प्रत्यये परे विकल्पेन अहन् आदेशः भवति इति. यदा अहन् अह्नशब्दस्य समासस्य उत्तरपदे आगच्छति तदा तस्य समस्तपदस्य पूर्वपदं कश्चन संख्यावाचीशब्दः अस्ति, यथा एक द्वि त्रि आदयः, उतः वि शब्दः अस्ति, उतः सायाशब्दः अस्ति. तर्हि सप्तमी एकवचनस्य ङी प्रत्यये परे अह्नशब्दस्य वैकल्पिक अहन् आदेश अतः एव द्व्यान्नः द्व्यान्नः सायान्नः इति समस्तपदानि लभ्यन्ते इति परिच्छेदे दत्तमस्ति. तत्र किम् उक्तम् इति चेत्, यदि अन्नशब्द कथम् आगच्छति इति प्रथमम् अवश्यं द्रष्टव्यम्. अहन्नपदं प्रातिपदिकं वा अहन् पदं चाधिकं, तत् अवगन्तुम् अत्र अहन् शब्दस्य रूपाणि अस्ति, अहः अहनि अहनि अहानि अहः अहानि अह्नि अहानि अहा अहोभ्याम् अहोभिः अह्ने अहोभ्याम् अहोभ्यः अह्नः अहोभ्याम् अहोभ्यः अह्नः अह्नोः अह्नाम् अहनि अहन्नि अह्नोः अहसु अहस्सु इति. तत्र प्रातिपदिकम् अस्ति अहन्, अहन् पदस्य सु औजस् इति प्रथमाविभक्ति एकवचनं सु योजित्वा प्रथम एकवचनसिद्ध्यर्थं समोर्नपुंसकात् इति नपुंसकविधानं भवति. तदनन्तरं नकारस्य ऋत्वं भवति रो सुपि रो असुपि इति सूत्रेण. तदनन्तरं रेफस्य करवसनयोर्विसर्जनीय इति सूत्रेण रेफस्य विसर्जनीयस्य आदेशः भवति इति एक इति एव प्रक्रिया अस्ति. अत्र अहन् इति एव प्रातिपदिकम्. अत्र अस्मिन् परिच्छेदे किम् अस्ति? अह्नशब्दस्य ङी प्रत्यये परे विकल्पेन अहन् इति आदेशो भवति इति. तत्र नकारस्य कथम् इति अहन् इति अह्ना भवति तद् अवगन्तुं किं करणीयम् इति चेत्, राजसहिव्यष्टच् इति सूत्रं पश्यति चेत् तत्र किम् उक्तम् अस्ति, यस्मिन् समस्तपदे अत्र राजन् अहन् अहन् शब्दस्य कुत्र अहन् अत्र अहन् शब्दस्य विषये किं सूत्रं किं वदति, यस्य तत्पुरुषसमासस्य उत्तरपदरूपेण राजन् अहन् उतः सखि एतेषु कश्चन शब्दः विधीयते तस्मात् तच् इति समासान्तप्रत्यय विधीयते इति प्रातिपदिकम् अहन् इति पूर्वमपि दृष्टम्। अति टच् विधानं भवति चेत् एकनिमिषम् तत्र अहन् इति शब्दस्य किं भवति, तत्र टच् विधानं भवति चेत् भे बासंज्ञकस्य अन् इति लोपः भवति न, तत् अह एव भवितुमर्हति। किन्तु केन कारेण कारणेन नकारं हकारस्य योजनं कृत्वा अह्न इति भवति, तत् सूत्रमस्ति अहन् इति पदशब्दस्य पदान्ते रुत्वं भवति इति कृत्वा अहन् अहोभ्याम् इति रूपं सिद्ध्यति। इत्र अहन् इति पत्र पश्यतु नकारमेव न दृश्यते, यथा सुप्रधानं योजयति बिस् इति प्रत्ययं योजयति तत्र नकारमेव नास्ति, ऋत्वं भवति उक्वम् उ तत्र हसि च इति सूत्रं तद् आदुगुणः भूत्वा अहोभिस् अहोभिः इति भवति, नकारं न दृश्यते। तत्र अहन् शब्दस्य रूपाणि कथं सिद्ध्यन्ते इति, किन्तु नकारस्य अहन् इति शब्दस्य यस् रोप्सूपि किं भवति इति, अहन् इत्यस्य नकारस्य पदान्ते रेफस्य भवति परन्तु सुप्रत्यये परे न भवति इति असुपि इति उक्तम्। तत्र किं सूत्रं किं वदति, अहन् इति नकारस्य पदान्तस्य रेफादेशः भवति किन्तु सुप्रत्यये परे न भवति। तत्र तत्कारणेन अत्र सुप्रत्ययस्य विधानं भूत्वा नकारस्य ऋत्वं भवति एव दृश्यते न, रोसुपि किं वदति सुप्रत्यये परे न भवति इति, किन्तु अहन् शब्दस्य ऋत्वं भवति एव, अहन् भ्यस् भ्याम् इति अहरु रेफ् रु आदेशः भवति, तत्र हश् तत्र पश्यतु तत्र किं भवति, एकमेव सूत्रमस्ति केन सूत्रेण कं सूत्रमस्ति अनोन्न एतेभ्य ये सूत्रम् अन्नसूत्रमस्ति अनोन्न एतेभ्य, यस्मिन् समस्तपदे सर्वशब्दः सङ्ख्यातशब्दः एकदेशवाचकः उतः अवयववाचकशब्दः पूर्वपदरूपेण विद्यते तथा च अहन् शब्दस्य उत्तररूपेण विद्यते तस्मात् समासान्तप्रत्यये प्राप्ते तच् प्राप्ते अहन् शब्दस्य अह्न आदेशः भवति इति सूत्रेण नकारस्य तच् विधानानन्तरमपि समासान्तप्रत्यये प्राप्ते अहन् शब्दस्य अह्न आदेशः भवति इति सूत्रं वदति अह्नोन्न एतेभ्य इति सूत्रेण। किन्तु सङ्ख्यातपुं पूर्वाच्च विहाय पूर्वान्यस्य ज्ञाने ज्ञौ इति सूत्रं किं वदति, यदि ङी प्रत्यये परे अस्ति अत्र समासान्तप्रत्ययः अस्ति अन्नोन्न एतेभ्य, तत्र किं भवति नकारस्य लोपः न भवति, अन् इति अन्तिमभासंज्ञकस्य लोपः न भवति किन्तु अह्न आदेशस्य आदेशरूपेण आयाति। किन्तु अस्मिन् सूत्रे ङी प्रत्ययमस्ति चेत् तस्य विपरीतं भवति, सप्तमी अह्न इति शब्दस्य नि प्रत्यये परे विकल्पेन अहनादेशः भवति इति सूत्रस्य विशेषणमस्ति. सूत्राणि बहूनि अस्ति, किन्तु सप्तमी तत्पुरुष तेनावयवः रात्रावयवः इति सूत्रे अवयवरूपेण इति अस्मात् सूत्रात् अपि दृष्टं न. किं सूत्रं वदति अत्र? अवयव अवयववाचकशब्दः पूर्वरूपेण विद्यते, तत्र अहन् शब्दस्य अह्न आदेशः भवति इति कृत्वा पूर्वान्नः उत्तरान्नः इति पूर्वपर अतर उत्तर अह्नशब्दस्य स्थापितं भवति अस्मिन् अह्नेन एतेभ्यः सूत्रेण. किन्तु सायान्नः इति मध्याह्नः तत्र रूपद्वयं दृश्यते, तस्य कारणम् अस्ति एतत् सूत्रं संख्या वि साय पूर्वस्य अन्नस्य अन्न अन्यतरस्यां गौ अन्यतरस्याम् इति उक्त्वा विकल्पेन ङी प्रत्यये परे अन्नशब्दस्य सायशब्द अस्ति पूर्वपदम् अस्ति चेत् रूपद्वयं भवितुम् अर्हति. एकमस्ति सायान्नः अथवा सायाह्नि इति अहन् इति अस्ति, ङी प्रत्ययस्य इकारं योजयित्वा अहनि इति रूपं सिद्ध्यति. तदेव अत्र सूत्रस्य अस्ति. अवगतं वा शभगिनी? आं महोदय. Confusion is there? Yeah. No, no, I follow, Maudhya, but then the ahas, anhonna ete bhyaha, it gets like sarvaika desha, okay, sankhyatar, but avayava shabda, where is it getting that from? See, what is this saying that sarva shabda, ha, sankhyata shabda, there is no doubt on that. Yeah, yeah. Ekadesha ekadeshavakya means it is not, oh, yeah, not an avayava. Oh, yeah, that is also there from the previous sutra. Okay, ahas sarva ekadesha sankhyata punyacha ratrehe. Sankhya shabda, right. Ekadesha shabda, they are all coming as anuvritti. But avyayavachaka... Avayavavachaka shabda. Oh, no, it says avyayavachaka. At least here I can see. Avyayavachaka. Avyayavachaka shabda. Shabda. Purvapadarupena vidyate. अव्ययवाचक पूर्वरूपे अस्ति चेत् तत्र सर्व फस्ट् उदाहरणं किमस्ति? सर्वमह सर्वम् अहन् सर्वम् अहन् सर्वमह तत्र समासस्पदमस्ति. पूर्वत टच् विधीयते. सो टच् वेन् द टच् कम्स् एक्चुलि स्पीकिङ्ग् अन् शुड् गो लैक् राजा बिकम्स् राजा Rajan becomes Raja, no? But because of the Ahnona Etepya Sutram, he is telling the that substitution is Vasamnyakasya Lopana Bhavati Tatra. So that Prabhadya Ahan Shabdasya Ahna Desha Bhavati. Ashaka Bhavati. Modya. And the other one is Ulta. In this one, it is Ulta. In here, what it says is that Ahana, in the place of Ahana, Ahan will come Vikalpena. So you have got Ahana, Sayanaha is a Rupam which you will get Ahana as it is remaining. But if Ahana Adesha Bhavati, then Ni Pratyasya Ikaram Yojaitva Ahani iti Rupam Bhavati. Oh, okay. See, Atra Ahani, Ahani, iti Etebi Dua Rupe Bhavataha. अकारलोपं कृत्वा आर् अह्नि एते द्वे रूपे भवतः. एण्ड् इन् दिस् सूत्र द साया वर्ड् इस् यूस्ड् देर् फोर् अद योगविभागं कृत्वा अन्यपदानि इति भवितुमर्हति यदा मध्य एक्सेट्रा. So we will read this one, Uparitana Sutra idi arabhya, but it is bani patatu bani. Okay. Uparitana Sutra, Sayam Anhaha iti vigrahe sati, Sayanaha इति समासः दृश्यते. अलौकिकविग्रहः भवति साययोगः सुयोगः सु अहन्योगः ङस् इति. यथा पूर्वाह्ने इत्यत्र प्रक्रिया आसीत् तथैव साययोगः अहन् इति स्थितौ राजाः सखिभ्यश् टच् इत्यनेन तत्पुरुषसमासस्य उत्तरपदरूपेण अहन् विद्यते चेत् तस्मात् टच् इति समासान्तप्रत्ययः विधीयते. साययोगः अहन् योगः टच् इति भवति. अधुना अह्नोः एतेभ्यः इति सूत्रेण यस्मिन् समस्तपदे सर्वशब्दः सङ्ख्यातशब्दः एकदेशवाचकशब्दः उत अव्ययवाचकशब्दः पूर्वपदरूपेण विद्यते तथा च अहन् शब्दः उत्तरपदरूपेण विद्यते. तस्मात् समासान्तप्रत्यये प्राप्ते अहन् शब्दस्य अह्न आदेशः भवति. साययोगः सुयोगः अहन्योगः ङस् ओके पूर्वाह्ने ओके पूर्वाह्ने इत्यत्र प्रक्रिया आसीत् तथैव साययोगः अहन् इति स्थितौ राजाः सखिभ्यष्टच् इत्यनेन टच् विधीयते. ओके राजाः सखिभ्यष्टच् वण्डसुच्च सक् अहन् विद्यते चेत् उत्तरपदरूपेण अहन् विद्यते चेत् तस्मात् टच् इति समासान्तप्रत्ययः विधीयते. ओके That sutra says, yasya tatpurusha samasasya uttarapadarupena. Rajan, yatra tatpurusha samasasya uttarapadarupena, Rajan, Ahan, Uttar Sakhi, Yeteshu Kashchana Shaptaha Vidiyate, Tasmat, Taj iti samasanta prateha bhavati. Okay. Tatpurusha samasasya uttarapadarupena, Rajan, Sakhi, Ahan. Okay. So here they are given that Ahan is Krishna, Rajan, they have given Rajan only, Rajan, Sakhi, Ahan is Uttarapada. No, Ahan, yeah. See, so here they have Uttama Yoga Ahan. Uttamam, Uttamam Cha. So the excellent day, Uttamam Cha Tad Aha. Oh, okay. Excellent day. So how does the word come from? Sanmahat paramotkrishta pujyamanahi vrindara pujagai. That purusha samasa sutram is that samasam vidyate. Uttamat krishtaha. Then touch samasa vartamana sutrena raja sahibyas touch. Samasanta pratyam bhavati. So uttama iti am iti pratyasti. Satya. राजः अहन् अहन् इति शब्दस्य सु लोपः भवति. सो अम् एण्ड् सु गोस् सो यु गेट् उत्तम प्लस् अहन् प्रातिगं नौ सो फस्ट् दट् सन् प्रातिपदिक सन्ति सो अकसवर्णि दीर्घ बिकम्स् उत्तमाहन् देन् इत्यस्य अकार भवति तकार चकार लोपानन्तरम् right? So uttamah, so what here, what happens, this is where dhasam nikasya lopa bhavati, unlopa bhavati. Unlopa bhavati. Unlopa bhavati, te bhagachya lopa bhavati, ahan shtash khoreva, iti sutrena. Whichever sutra let it be, the dhasam nikasya ti lo te lopa bhavati. That is the main thing. Because of that un has gone. Right? So then you get Uttama plus Maha is the final rupa. Atara Atra Ahaha Pumsi. And then Pullingam is given Pumtum Bhavati. Because of that. Okay. So this is the Ahan Rupa here. Ahan इति उत्तरपदम् अस्ति चेत् राजा सखिभ्यः टच् इत्यनेन टच् विधीयते विधीयते नौ हियर् इन् अवर् प्रकृतसूत्रे वाट् इस् हापनिङ्ग् इस् दट् वि हेव् साया प्लस् सु प्लस् अहन् प्लस् नस् सो यु गेट् साया प्लस् अहन् प्लस् टच् टच् नौ द बिकास् आफ् द टच् द अन् शुड् गो लोपः भवति लोपः न भवति अत्र इति न तत्र एव बिकास् अहन् शब्दस्य उत्तररूपेण विद्यते तत्र अह्न इति आदेशः भवति बिकास् आफ् एतेभ्य इति सूत्रेण राजाः सखिभ्यश्च टच् अन्नोन् एतेभ्यः देयर् ओके अन्नोन् एतेभ्यः प्रिसीड्स् राजाः सखिभ्यश्च टच् ओके right then you get vikalpa rupena saya plus ahan plus tat iti vidau that so you can read that saya yogah ahan yogah touch iti stitau sayam iti padam ekadesha vachakam asti saya yogah ahan yogah touch iti stitau sayam saya ahan okay touch iti stitau सायम् इति पदम् एकदेशवाचकम् अस्ति उत्तरपदे अहम् इति शब्दः विद्यते तस्य समास उत्तरपदे अहन् इति शब्दः विद्यते तस्य समासान्तप्रत्ययः अपि विद्यते इत्यतः अहन् शब्दस्य अह्न इति आदेशः भवति साययोगः अह्न योगः अ इति स्थिते अग्रे यस्येति च इत्यनेन ब संज्ञकस्य अङ्गस्य अवर्णस्य ईवर्णस्य च ईकारे परे तद्धितप्रत्यये परे च लोपः भवति अह्न इत्यस्य अन्तिमस्य अकारस्य लोपः भवति साययोगः अह्न योगः अ अत्र अकसवर्णदीर्घः इत्यनेन सवर्णदीर्घसन्धिं कृत्वा सायाह्न इति प्रातिपदिकं सिद्धं भवति ओके साययोगः अहन् योगः टच् इति स्थितौ अहन् इति उत्तरपदं विद्यते तस्मात् अहन् इत्यस्य अह्न इति पदम् इति शब्दं विधीयते अहन् स्थाने अह्न विधीयते अह्न विधीयते साययोगः अह्न योगः टच् इत्यस्य अकारः साययोगः अह्न योगः अकसवर्णे दीर्घः सायाह्नः इति प्रातिपदिकं सिद्ध्यति अधुना सायाह्नः इति प्रातिपदिकात् सप्तमी विभक्तिः विधीयते चेत् सायाह्न योगः ङी इति भवति सङ्ख्याविषायपूर्वस्य अन्नस्य अहन् अन्यतरस्यां ङौ इति सूत्रेण अह्न इत्यस्य स्थाने अहन् इति आदेशः भवति विकल्पेन ङी प्रत्यये परे कम् हियर् स्विचस् अगेन् ओके सायाह्न योगः इ सायाहन् योगः इ इति भवति सो सायाह्नि सायाहनि ओके सायाहनि अधुना सायाह्नः इति प्रातिपदिकात् सप्तमी विभक्ति विधीयते चेत् सायाह्न योगः ङि इति भवति सायाह् सङ्ख्याविषायपूर्वस्य अह्नस्य सो दिस् इस् अह्नस्य ओके अह्नस्य अहन् अन्यतरस्यां ङौ इति सूत्रेण अह्न इत्यस्य स्थाने अहन् इति आदेशः भवति विकल्पेन ङि इति प्रत्यये परे सायाह्न योगः ङि सायाह्न योगः इ भवति सायाहन् भवति सायाह्न इति सायाहन् योगः इ इति भवति अधुना विभाषाङिष्योः इति सूत्रेण अन् यस् अन् इति सूत्रेण अन् यस्य अन्ते अस्ति तादृशस्य भसंज्ञकस्य अङ्गस्य उपदा अकारस्य ङि प्रत्यये षी प्रत्यये वा परे विकल्पेन लोपः भवति विभाषाङिष्योः 6 4 1 36 इति सूत्रेण अन्यस्य अन्ते अस्ति तादृशस्य बसंज्ञकस्य अङ्गस्य उपदा अकारस्य बसंज्ञकस्य अङ्गस्य उपदा अकारस्य ञ् प्रत्यये शी प्रत्यये वा परे विकल्पेन लोपः भवति उपदा अकारस्य तिष्ठति therefore that is why vikalpena lopa bhavati saya an yogah yi iti stite asyam sitam vibhashang isyoho iti sutrena hakara uttaravartiya akarasya lopah vikalpena bhavati ni pratyaye pare sayahna yogah yi saya athava sayahan yogah yi sayahni athava sayahani Oh my god, what a circus. Sorry, sorry, I should be here. Going round and round and coming to the round same. Round and round. It's very tough to remember this prakriya, Mahodaya. See, that is why I was studying this. Basically, what I found is that the pratikam is this ahan. Okay. So, we get the saya plus ahan plus ni, saya ni, ahani iti rupam. This rupam we get, no? This one. Without any problem. There is no confusion. Yeah. Because you don't have to do the ulta thing again and again. Ulta thing, anything. So, I kept that one as first for our first one, I was outside. So, where there is no complication, that first finish it off. Now comes the pratikam. In the pratipatikam, what happens? The ahan shabdasya upada akarasya lopa bhavati विभाषा नीश्योः इति सूत्रेण सो वाट् हेपन्स् इस् अहन् बिकम्स् अह्न रैट् देन् यु गेट् साया प्लस् अह्न एण्ड् देन् यु एड् द ई दट्स् आल् विभाषा नीश्योः या इवन् फार् राजन् राज्ञी राजनी इट् कम्स् रैट् सो हियर् वाट् हेपन्स् इस् दट् दिस् Sutra, Sankhya, V, Saya, Purvana, all this is only to give validity for the word Saya. Otherwise, this Sutra is not relevant here. It will come some other place because Sankhya Shabda is there, V Shabda is there, Purva, or Padamasti Chet, Ahna, and the Vigalpena, that Ahan Shabdam Vidyate Iti Parvati. But if you look at the Pratipadikam by itself, is Ahan only. Before any change, Ahan only. Any change, the Pratipadikam is only Ahan only. So we don't have to put this sutra when you are doing Saya plus Ahan plus Ni, E. In this situation. Only in this place we have, now because of Saya comes, we have this problem of vikalpatvam of both the rupas. So this is the final form of, see, this paragraph gives a complete one. Okay, now then there is, We'll complete this one. I think Bhagini has not taken this in the class. This one, Vibhasha Nishyo. But we were discussing this, Sankhya, Vi, Saya, Purvana, Vitaitam, and the same. Here, you remember, Ananda Krishna asked a question. How does the word Annasya comes? Now, that is a Chandasi Rupam. For that, there is a... What Rupam? No, there is one, whichever did I find that? Annasya. One Vartikam or somewhere I read, I don't know. Chandasi, it is a form of Chandasi, because Chandasi, it is mentioned that Vadhyam Vadhyam, this is a Rosupi, there are a lot of things to study in that. Mahodaya, my question is very simple, Mahodaya. Is when the na is sitting inside the ha, then the pronunciation is anha va ah. See, there are two, both the pronunciation are accepted. Dravida bhasha anha, if they will say nakara first and the hakara later. Whereas in the Purva Desha, that is Bengal and Varanasi and all those places, they will say how it is written itself. Hakara, hakara. Both pronunciation are used and valid in the, so that is, but why in the sutras, how do you is it a anteva, like ahn nakara halantam asti chetu halantam padam bhavati kintu other way round ajantam bhavati mahodaya. See, in both the cases, if you look at it, ahna shabdasya, if you look at this ahan, then datra nakara halantam asti. Whereas in the anha, here what happens is that here also the nakara is the antyam, hakara nakara, there is no akara after that. But the way it is sounded in the Dravid system, it will sound like it is ajanta. Yeah, because the hakara has got a default akara in the end. Yeah. Only, so then how do you... You don't say ha is without the a, you know. Ahuka visarjaniyanam khanda, when it comes, the ha as khanda has got the akara in it. That is why anha, when it comes, it becomes a hakaranta masti, but not a akaranta. Oh, so I see. We have to make that specification. It is ha ante, it is not ante. Right. Is that always the case then? Bhagini, I think it's also for hu and na and hu and ma, like Brahman. Right. There also, the combination of hu, na, hu, ma, we always switch the pronunciation and the writing. It's so confusing when you read this way and then when you write that way. Right. Now, because of the antima, varna, it makes all the difference in Sanskrit Vyakarana. And then it switches. So then it leaves me very confused. So this is what we have. Pushpa Bhagini, any doubt? Mahodaya. Okay. Kim vadami? Vadam. Na, prashnam asti va? Na, na. Avagatam va? Avagatam. Okay. Sutrani, mama manasin tishtatiya na, naham janami. Tada anya vishaya. Sutranam to bahu, I mean, it is impossible for me to remember. Yeah. Okay. So, it's okay, how far it goes, right? I mean, I can't help it, you know. Yeah, yeah, that's right. At least I'm with knowledge, little bit of knowledge, which is okay, that's fine. I don't, you know, it doesn't bother me that I don't know everything. Right. So that's why I'm not even trying in Samasa Kaksha, you know. Samasa, this thing, I'm not even bothering to try because I don't have it. Everybody is writing up and I'm not even trying. Ashtu Mahadya. Okay, can you read from here? We'll go through, revise this. The Purva, Paravatara, Ekadeshi, Naitangati Karane, that sutra. आं महोदय. पूर्वापराधरोत्तरमेकदेशिनैकाधिकरणे पूर्व अपरा अधर उत्तर इत्येते समर्थाः सुबन्ताः एकत्वम् एकत्वसंज्ञा संख्याविशिष्टेन अवयविवाचिना सुबन्तेन सह विकल्पेन समस्यन्ते तत्पुरुषश्च समासो भवति. एकत्वसंख्याविशिष्टेन अवयविना सह पूर्वादयः समस्यन्ते. एतत् सूत्रं षष्टितत्पुरुषसमासस्य अपवादः. एकदेशः इति शब्दः अवयवार्थे अस्ति. अवयवार्थे अस्ति. एकदेशी अवयवी शब्दः समुदायार्थे अस्ति. पूर्वञ्च परञ्च अधरञ्च उतरञ्च तेषां समाहारद्वन्द्वः पूर्वोपराधरोत्तरम्. एकदेशः अस्य अस्ति इति एकदेशी तेन एकदेशिना. एकं च तद् अधिकरणम् एकाधिकरणं तस्मिन् कर्मधारयः. सुभामन्त्रिते पराङ्वत् स्वरे इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति. प्राक्कडारात् समासः इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः. सः सुपा इत्यस्य अधिकारः. विभाषा इत्यस्य अधिकारः. तत्पुरुषः इत्यस्य अधिकारः. अनुवृत्तिसहितसूत्रं पूर्वापराधरोत्तरं सुप् एकदेशिना सुपा सह एकाधिकरणे. विभाषा तत्पुरुषः समासः. अनुवृत्तिसहितसूत्रं किं वदति? अस्तु, पूर्वापराधरोत्तरं सुप् एकदेशिना इत्युक्ते पूर्व अपर अधर अधर अपि च पूर्व अपर अपर अधर अधर उत्तर उत्तर. एते चत्वारः शब्दाः सन्ति चेत् एकदेशिना अस्ति चेत् सुप् सुबन्तेन सह एकाधिकरणे अपि अस्ति चेत् तत्र विभाषा विकल्पेन नास्ति. अत्र तत्पुरुषसमासः विधीयते. विभाषा तत्र किमपि इति कृत्वा विकल्प व्यस्तप्रयोगम् अपि भवितुमर्हति. अस्तु अस्तु अस्तु, विभाषा व्यस्तप्रयोगे अपि भवति. अस्तु, इत्युक्ते एते पूर्वपराधरोत् उत्तरं सुबन्तेन सह एकदेशिना अपि च एकाधिकरणे अस्ति चेत् व्यस्तप्रयोगे अपि भवति. तेन तत्पुरुषसमासः विधीयन्ते इति. अहं पश्यामि, पूर्व अपर अधर उत्तर अन्यतमपदं कोऽपि एकं पदं सुबन्तं तत् एकम् एकभागम् अस्ति. एकदेशिना सुपासः इत्युक्ते एकदेशी निर्देशं भवति. कथम्? अधिकरणविषये, एकाधिकरणे इति एकदेशिना सुबन्धस्य एकाधिकरणस्य विषये पूर्व अपर अधर उत्तर एतेषु कोऽपि एकसुबन्धं समासं कर्तुं शक्यते तत्पुरुषसमासस्य कारणेन विकल्पं रूपमपि भवितुमर्हति. यथा एकदेशिना सुबन्धेन सह एकाधिकरणे इति द्वितीयभागमस्ति अनुवृत्तिसहितसूत्रस्य. तत् किं वदति? एकाधिकरणविषये इत्युक्ते अवयवी अस्ति, अवयवी अस्ति एकदेशिना सुबन्धम्. तस्य एकाधिकरणे, तस्य अवयवस्य एकाधिकरणं दर्शयितुं पूर्वं परम् अदरम् उत्तरम् इति सुबन्धं योजयित्वा तत्पुरुषसमासः भवितुम् अर्हति इति. अवगतं वा? आं महोदय, आं धन्यवादः. एव तस्य एकाधिकरणे इति विषयमस्ति, एकाधिकरणे विषय अस्ति, एकदेशिना तु वचनमस्ति. तथैव अस्ति. तत्र देर् आर् टु पार्ट्स् आफ् इट्. वन् इस् द पूर्वपदं विच् इस् पूर्वादरोदर उत्तरं सुबन्धम् इति एकपदम्. देन् सेकेण्ड् पार्ट् इस् दट् एकदेशिना सुबन्धस्य एकाधिकरणविषये योजयित्वा तत्पुरुषसमासः भवति, विभाषा इति अधिकरणमपि अस्ति. दट् इस् द मेन् थिङ्ग् टु टु पार्ट्स् विच् वि आर् टु रिमेम्बर्. महोदय, तत्र पूर्वपराधरोत्तरं सुप् तत्र सुपासः किमर्थं भवद् अस्ति चेत् अर्थभेदः जायते तत्र महोदय. यदि पूर्वपराधरोत्तरं सुपासः एव भवति न तत्पुरुष समासः, तो सुबन्धद्वयं किमस्ति? सुबन्धं पूर्वसुबन्धम् अस्ति, पूर्वपर अतर उत्तर सुबन्धस्य कोऽपि एकशब्दं सुबन्धम् अस्ति, तत् पूर्वपदम्. उत्तरपदं किम् अस्ति? एकदेशिना सुबन्धम्, किन्तु केवलम् एकदेशिना सुबन्धम् अस्ति इति कृत्वा न भवति. तस्य पूर्वपर अदर उत्तरसुबन्धम् एकाधिकरणविषयं सूचयति चेदेव तत्पुरुषसमासः भवति. अदि यदि एकाधिकरणं न विषयं न भवति, तत्र पूर्वपर अदर उत्तरं सुबन्धं समासं न कर्तुं व्यस्तप्रयोगमेव भवति. उदाहरणमस्ति पूर्वं कायस्य, कायम् इति एकदेशिना सुबन्धमस्ति कायम्. तस्य एकदेश एकाधिकरणं दर्शयति पूर्वम् इति उक्तत्वात् कायस्य पूर्वभागः इति अवयवरूपेण अर्थं बोधयति इति कृत्वा पूर्वम् इति पदं which is coming under the purva paradara uttara subandham, in that it falls as purvam, and kayasya iti adhigaranam darshayati tasya purvam iti kayasya ekadeshi adhigarana vishayam sujayati kayam iti ekadeshi subandham asti iti krutva purva kayam iti aparam kayasya aparakayam adharamana. Now, the word nabi was discussed in the class. Nabehe. Nabi is not a ekadeshina subandham. Nabi itself is avayavam. Ekadikarane. But nabi cannot be made as kayas, nabi kayasya. Nabi kayam iti now vika samasandam kartum shakyate, but that is a different samasa altogether, not in this category. So there will be kayasya nabi will come, so kaya nabi, or I don't know what that may be, some other way in which that samasa will happen, but not in this avayava rupi purva adara uttara. And in this the word kaya madhya etc also comes into picture because of that special sutra which we have been discussing till now. which is coming here. Sankhya vi saya purva sya anna sya anna ajnyatarasya unyau iti. In the sutra, saya is used therefore adesha balatvad. Adesha, or the adesha balatnasti. Upadesha balatvad. Acharyasya upadesha balatvad. Tasya saya iti also becomes ekadeshi. एकाधिकरणं सूचयति अन्ना इति एकदेशिना सुबन्तम् अस्ति पूर्व ऐ मीन् कम्प्लीट् वन् तस्य एक अधिकरणं दर्शयति साया मध्या इति देर्फोर् यु गेट् बोत् द फार्म्स् आफ् सायान्नं मध्याह्नं पूर्वान्नं अपराह्नं एतानि वाक्यानि महोदय तत्र नाभिः किमर्थम् उत्तरपदं न भवितुम् अर्हति तत्र इत्युक्ते एकाधिकरणे अस्ति एकाधिकरणे किन्तु सूत्रे नास्ति न सूत्रे न पदं सी इन् दिस् पूर्वादकरण देर् इस् ओन्ली फोर् वर्ड्स् विच् आर् टोल्ड् but because no, another four words are purva padam kintu uttara padam bhavitum arhati va nabhi nabhi is not an is a not a ekadeshi subandham nasti na why because ekavachanam ityukte ekameva apicha avayava asti ekadeshi ityukte it should be a locative word where it can have multiple avayavas. Now, Nabhi itself is an avayava of kaya, of the kayaha, deshas, I mean, sharirasya. Yatreva uktam mahodaya, ekadeshina iti patasya prayojanam kim. अग्रे दत्तमस्ति पूर्वापरादरोतरम् एकदेशिनैकाधिकरणे इति सूत्रे एकाधिकरणे इत्यस्य प्रयोजनं किम् महोदय किं एकदेशिना इति पदस्य प्रयोजनं यत् अवयविवाचकेन सुबन्तेन सह एव समासः भवति एकदेशिना इति पदस्य प्रयोजनं यत् अवयविवाचकेन सुबन्तेन सह एव समासः भवति यदि षष्ट्यन्तं पदम् अवयविवाचकं नास्ति तर्हि समासः न भवति यथा पूर्वं नाभेः कायस्य इति वाक्यं यथा पूर्वं नाभेः कायस्य इति वाक्यम् कायसम्बन्धीनि यः नाभिः तस्य अपेक्षया पूर्वभागः इत्यर्थः नाभेः इति षष्ट्यन्तं पदम् अस्ति परन्तु अवयवी नास्ति अपि तु अवयवः नाभिः इति अवयवः अवयवी नास्ति अवयवी इति कायः नाभेः सो नाभेः इति षष्ट्यन्तं पदम् अस्ति नाभेः नाभी इति अवयववाचिशब्दः अतः पूर्वनाभिः इति समासः न भवति नाभेः पूर्वभागः नाभेः अवयवः नास्ति अपि तु शरीरस्य अवयवः इत्यतः अत्र पूर्वनाभिः इति समासः न भवति आम् आं महोदय नाभी नाभि इति पदं पूर्वं नाभेः कायस्य इति वाक्ये काय इति अवयववाचकशब्दः नाभि इति अवयववाचकशब्दः पूर्वं नाभेः इति षष्ट्यन्तं पदम् अफ् नाभि नाभि इति अवयववाचकशब्दः इत्यतः कारणात् एकदेशी इति एकाधिकरणं नास्ति. पूर्वं नाभेः कायस्य इति वाक्ये समासः न भवितुम् अर्हति, बिकास् नाभेः पूर्वभागः केनाट् बि देयर् because it is already an avayava of the sharira. So avayavasya avayavam bhutva ekadeshina ekadhikaranam na bhavitum arhati. It's already ekadeshina ekadhikaranam asti nadu. Purva para ityasya आं महोदय, किन्तु मनसि तु नाभेः उपरि भागम् अस्ति, अधोभागम् अस्ति इत्युक्ते अवयव तु भवितुं, तस्य अवयवः तु भवितुम् अर्हन्ति इति मन्ये, किन्तु समस्तपदं नास्ति. ऐ थिङ्क् मे बि व्यस्तप्रयोगे भवितुम् अर्हति इति तस्य सूत्रं नास्ति भगिनि. यु आर् टेलिङ्ग् इस् रैट् इस् दट् नाभि इस् टेकन् एस् एस् ए अधिकरणं, देन् नाभेः पूर्वं नाभेः उत्तरम् अधरम्, इफ् यु वाण्ट् टु यूस् दट् वे देन् इट् इस् पासिबल् टु मेक् व्यस्तप्रयोग but not as samastapadam. Samastapadam because samastapadam you have to use the sutram which is applicable to that, no? Means it has to be an entity that is like kaya is a, it's its own entity. You cannot use a nabhi like kaya in the if you want to use the sutras. Right now there is one word which Usha Bhagini must be knowing, urna nabhi. Spider and Mundaka Upanishad. How does that word come? Urnanabhi. Yadurnanabhi srijate. Yadurnanabhi srijate grinnate cha. Right? Modaya. How does that word come from? Urnanabhi. Urnanabhi. I think somebody mentioned it recently. Yeah, Urnanabhi. So that is a karmadarya samasa. Urnavat nabhi. Urnavat nabhi. Urnavat nabhi. Visheshna purva karmadarya samasa. Urnavat ityukte kim? Like the threads, no? Wool is threads. Oh, okay. Oh, the threads. Okay. Urna means wool. Urnavat means wool. Like wool. Where the nabhi, from where the wool-like thread comes out. Comes out, yeah. Therefore, it is called urna nabhi. I have always been surprised that it also takes to itself everything. It doesn't take itself. It rolls it and keeps it in corners of the web. No, Modaya, it's, I read somewhere it takes the whole thing back into itself. No, that is what the Shastra says, or the example in the Shastra says. But scientifically it is proved that it cannot take back the saliva what is has come out of his mouth. So if you look at the spider web, you will find there will be knots in the corners of the web. These roll around things which you see in the web is the thread which they have rolled it back itself is kept as lump in the web itself. It cannot take it inside. That I have done a study. I've got a lot of spider webs here in my house. I've observed it. So they come down like a thread, they'll come down. Then when they go up, I was looking at them. What they do is, They use their limbs to roll it back, like how we roll back a thread when you are doing a pull sweater roll. Yeah. When you make a sweater and everything, you know how you are, you the wool thread is used then the excess which has been drawn out of the roll, you put it back to the roll by rolling it back onto the rule, no? Something so similar, just like they have to roll it back. And then they keep it in one spot inside the web. So you, if you look at the web clearly, you will find there will be lumps of, you know, that rolled up threads available there. But it will appear as if it is, you know, taking it. It's taking it back into itself. But actually, if you look closely, you will see that with the bottom two limbs, it is rolling it. Beautifully it rolls, very fast. And the why that example is given is that in the Muntaka Upanishad it says, no, Yadornanabhi Svajadegrana. So it is that even though it is the creation of the spider itself, the spider is never getting entangled by its own creation. Same way, Brahman, which has created the world, is not na lipyate. To show that only it is shown, that example is used. Even though it is on its own creation, it is never a prey to itself. It never gets stuck in the web. Okay, that is slightly deviating from our subject. Okay. Anything else we discussed? We'll stop here today. Anything more to be discussed? We didn't do any. 15 minutes is there. No time for the revision of Abhiya. Mahodaya, Tatra, in this sutra only the four words can be used. But then other words are used, and for that the other sutra, quickly, yes. Can you revise, Mahodaya? That one is this one. Sankhyada. See this one. See, Sankhya Vi Saya Purvasya Annasya Annanyatarasya Nyau Iti Sutram Vadati Sankhya Vaji Shabdam Parasti. So that is not our subject now. Vi Shabdasya Parasya, that also is not our shabda, our topic now. Hada Saya Shabdat Parasya Anna Shabdasya Nye Pratyepare Vikalpena Ahan Iti Adesha Bhavati. But because of the vikalpatvam has been given by the sutra, anyatarasya now, we have when saya or similar than saya, like madhya, when they come, we get two forms of sayana plus ni is the condition why when we can use that. If it is ni is not there, the saptami ekavachanam is not there, then we cannot use saya or madhya. Okay. So what does it say? See, look at here now. In the saya plus su plus ahan plus ngas. This is a alaukika vigraha vakyam. So su lopa bhavati, ngas lopa bhavati. So saya yoga ahan iti stite. Tatra raja sagibhyashtach iti sutrena te bhagasya lopa bhavitum arhati. किन्तु तत् प्रबाद्य अन्नोन्न एतेभ्य इति सूत्रेण तत्र आदेश भवति अहन् शब्दस्य स्थाने अह्न इति शब्दस्य आदेशः भवति. देयरफोर यू गेट् सायान्न एण्ड् देन् यू केन् यूस् दट् सायान्न भवति प्लस् अकसवर्णे दीर्घ इत्यनेन सवर्णदीर्घसन्धिं कृत्वा सायान्न इति भवति. टच् इति समासान्तप्रत्ययस्य अकार एव अवशिष्यते न. सो दट् इस् एडेड् टु दट् एण्ड् सायान्न इति भवति. हियर् इस् वर् ऐ हेव् ए डौट् विच् ऐ हेव् टु क्लारिफै वित् भगिनी. दिस् इस् अकारान्तम् अस्ति वा यथा भगिनी पृष्टवती न, गीताञ्जलि यु आस् नो इस् इट् अकारान्तवर्ण अकारान्त. सो अकसवर्णे दीर्घ इस् नाट् हियर् इन् दिस् हकार एण्ड् अकार. It is here the akasavarna dirgha. Saya akarandamasti, ahna isi akarandamasti. So akasavarna dirgha is here between saya and ahna. Whereas here you will find ahan or aha, whichever way you say, it is a halandam. therefore the akara when it gets yodad you get only sayana, therefore it becomes a ajanta. So akasavarna dirgha is applicable. Now I got the clarity. Saya akasavarna dirgha is only between these two here. So with this sutra we can use saya and words similar to saya other yoga vibhadan va similar to saya we can use the other word. That is why in saptami ekavachanam only. Yes, so you have here mayana sayanah ityadi samasta pada drishyate loke. Astu mahode. This portion has not been covered, and Bhagini will be covering it in this next class. Only up to here that discussion was done. Sayanihi sayahani iti rupadvaya. But even vibhasha nishyau iti sutrasya vivaranam na patita. Only this sutram was discussed. संख्या वि साया पूर्वस्याम्यौ इति अस्तु अस्तु धन्यवादः महोदय. धन्यवादः. नमस्कारः सर्वेभ्यः. धन्यवादः महोदय. धन्यवादः.